नमस्सर्वेभ्यः. अस्माकं पञ्चमः वर्गः एषः. तं वर्गं प्रति सर्वेषां कृते स्वागतम्. वर्तमानः विषयः अस्ति द्वितीया विभक्तिः, अपि च गीतासोपानस्य प्रथमभागः. आदौ यथा प्रकारः ध्येयमन्त्रः. कविता भगिनी श्रावयतु. श्रूयते किल? हरि ओम्. हरि ओम्. हरि ओम्. एकं नमस्सर्वेभ्यः. अस्माकं पञ्चमः वर्गः एषः. तं वर्गं प्रति सर्वेषां कृते स्वागतम्. प्रवर्तमानः विषयः अस्ति द्वितीया विभक्तिः, अपि च गीतासोपानस्य प्रथमभागः. आदौ यथा प्रकारः ध्येयमन्त्रः. जवाहर महोदय श्रावयतु. कृपया. शुक्ला मरुधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये. धन्यवादः. तत्र अर्थं वक्तुम् इच्छति किल? The God Vinayaka, let him remove all the obstacles in my learning, in my efforts, whatever it is. Yeah, what kind of a God? One Shuklam Varadharam. Umbar over there? Shuklam. Clothes, yeah. White clothes. Shuklam white Varadharam, Vishnu. Okay, Vishnu. So both are Vidya Vivakti. Yeah. Okay. Shuklam Varadharam, one who is wearing white clothes. Shuklam Varadharam, Vishnu. Shashi Varnam. Shashi Varnam over there is moon, moon-like. Shashi moon. Varnam, Chaturbhujam, four arms. Chaturbhujam. Prasanna Vadanam, his face is very pleasant. Jayet, if that pleasant face we meditate upon, Sarva Vignova Shantaye, all our obstacles will be removed. Astu Aneke Dhanyavadaha Mahode, Shamyatam. Astu, Tari, Kim Purvantaha Maha Vayam, Tatra, Vidya Vibhaktihi, कर्मपदं सूचयति. वयं चतुर्भ्यः शब्दानां रूपाणि पठितवन्तः. अकारान्तः पुंलिङ्गशब्दः रामवत्, आकारान्तः स्त्रीलिङ्गशब्दः मालावत्, ईकारान्तः स्त्रीलिङ्गशब्दः नदीवत्, ईकारान्तः अकारान्तः नपुंसकलिङ्गशब्दः वनवत्. अस्तु, इदानीम् अहं वदामि रूपाणि, भवन्तः अनुसरन्तु. प्रथमा विभक्तिः अपि च द्वितीया विभक्तिः. रामः राम अकारान्त पुल्लिङ्गशब्दः रामः रामौ रामाः रामं रामौ रामान्. महोदय इदानीं न्यूस् मध्ये पृच्छतु. माला माले मालाः, मालां माले मालाः, नदी नद्यौ नद्यः, नदीं नद्यौ नदीः, वनं वने वनानि, वनं वने वनानि. जवाहर महोदय आरम्भं करोतु. अस्तु, रामः राम अकारान्तः पुल्लिङ्गः रामशब्दः रामः रामौ रामाः रामं रामौ रामान् रामेण रामाभ्यां रामैः. एकनिमिष रमाशब्दः आकारान्त स्त्रीलिङ्गः रमाशब्दः रमा रमे रमाः रमां रमे रमाः रमया रमाभ्यां रमाभिः. तृतीया मास्तु. तृतीया इकारा ईकारान्त अहं वदामि नदी नद्यौ नद्यः नदी नद्यौ नद्यः वनं वने वदामि नपुंसकलिङ्गस्य कृते तत्र प्रथमा अपि च द्वितीया विभक्त्यः क्षम्यता विभक्त्यौ तत्र तत्र तद्विषी अस्ति वनं वने वनानि वनं वने वनानि द्वितीया विभक्तिः अपि वनवने वनानि तृतीया वनेन वनाभ्यां वनैः चिन्ता अस्तु धन्यवादः महोदय कविता भगिनी इदानीं श्रूयते किं कविता भगिनी वदतु किञ्चित् उच्चैः वदतु भगिनि आं भगिनि रामः रामौ रामाः रामः रामौ रामान् आकारान्त पुल्लिङ्गशब्दः अकारान्त अपि च आ तत्र अपि च आ दीर्घ अस्ति अकारान्त पुल्लिङ्गशब्दः ईकारान्त पुल्लिङ्गशब्दः नदी नद्यौ नदी तत्र शब्द तु वन अस्ति हा वन प्रातिपदिकं वन अस्ति अस्तु धन्यवादः विजयकुमार् महोदय वदतु उच्चैः वदतु महोदय उच्चैः वदतु किञ्चित् श्रोतुं शक्नोमि रमा रमे रमाः रमा रमे रमाः धनं धने यानि धनं धने यानि वनं धनं धन धन धनं स्वीकर्तुं शक्नुमः चिन्ता नास्ति वदतु धनं धने धनानि धनम् इस् नपुंसकलिङ्ग एव चिन्ता नास्ति अस्तु धन्यवादः महोदय उत्तमं तत्र विशालाक्षि भगिनी श्रोतुं शक्नोति किम् श्रूयते रामः रामौ रामाः रामं रामौ रामान् तत्र प्रातिपदिकं किं राम राम अकारान्तपुल्लिङ्गशब्दः इति वदनीयम् अकारान्तपुल्लिङ्गशब्दः आकारान्तस्त्रीलिङ्गशब्दः माला माले मालाः मालां माले मालाः इति मालाः मालाः द्वितीयाविभक्तिः अपि मालाः अपि च द्विवचने माले अस्ति ईकारान्त ईकारान्तशब्द नदी नदी नद्यौ नद्यः नदीं नद्यौ नदीः अकारान्त नपुंसकलिङ्गं वने वनं वनं वने वनानि वनं वने वनानि वनं वने वनानि उत्तमं धन्यवादः विजयसङ्की महोदय वदतु रामः रामौ रामाः सोरि अकारान्त पुल्लिङ्ग शब्दः रामः रामौ रामाः रामं रामौ रामान् आकारान्त स्त्रीलिङ्गशब्दः रमा रमे रमाः रमां रमे रमाः ईकारान्त स्त्रीलिङ्गशब्दः नदी नद्यौ नद्यः नदी नदी नद्यौ नदीः अकारान्त नपुंसकलिङ्गशब्दः वनं वने वनानि वनं वने वनानि धन्यवादः उत्तमम् इदानीं विभक्तिवल्लर्याः षष्ठतमं पुटम् उद्घाटयन्ति षष्ठतमं पुटं तत्र सिक्स् तत्र हा दशमः बिन्दुतः कुर्मः बिन्दुतः दशमः बिन्दुतः कुर्मः जवाहर् महोदय on the sixth page tenth sixth page page number two. अहं गणेशं दुर्गां सरस्वतीं लक्ष्मीं च पूजयामि उत्तमम् अग्रिमं गोविन्दः एकनिमिष प्रश्नान् सन्ति चेत् पृच्छन्तु if there are questions please raise एकः प्रश्नः अस्ति कथस्वीकरणं कथं प्राप्नोमि विभक्त्या शार्ट्कट् अस्ति वा अहं प्रेषितवती तत्र किं तत्र सुबन्तशेवदीः सुबन्तशेवदीः अस्य पुस्तकस्य नाम अस्ति जनार्दन हेगडे महोदयेन रचितः रचितं पुस्तकं तत् स्वीकर्तुं शक्यते सुबन्तशेवधीः सुबन्तशेवधीः पी डि एफ् अस्ति वा पी डि एफ् तु अहं न जानामि परन्तु अहं तु पुस्तकमेव स्वीकृतवान् प्रेषयामि अहं पुनरेकवारं चित्रं प्रेषयामि अस्तु संस्कृतभारती भारतीतः तत्र तत्र जालपुटे भवनीयम् अग्रिमम् परन्तु महोदय महोदय गूगल् गूगल् करोति चेत् लभ्यते टैटल् पुनः एकवारं मेसेज् मेसेज् यु केन् सेण्ड् इट् त्रू द मेसेञ्जर् दिस् ओन् वाट्सप् अस्तु जनार्दन हेग्डे अपि च एप्स् अपि सन्ति महोदय एप्स् सन्ति अहं प्रेषयिष्यामि अस्तु चिन्ता अग्रिमं गोविन्दः जनान् आपणान् दीपान् वृक्षान् च पश्यति उत्तमम् अग्रिमं करोतु सर्वं बहुवचन बहुवचने अस्ति बहुवचने सन्ति वयं बहुवचने सन्ति वयं गणेशोस् गणेश उत्सवावसरे गणेश उत्सवावसरे गणेशो उत्सववसरे उत्सवावसरे भगिनीः भगिनीः जननी जननीः महिलाः उद्योगिनीः उद्योगिनीः च गृहं प्रति आह्वयामः. उत्तमं, धन्यवादः, धन्यवादः. अस्तु, कविता भगिनी. वायुः पुरुषां पुरुषां महिलां महिलां किमर्थं किञ्चित् उच्चैः वदतु. मम अत्र एव अस्ति. किम् एकनिमिष भगिनि, मम अहं न श्रोतुं शक्य. इदानीम् इदानीं वदतु. वायुः पुरुषाः पुरुषान् पुरुषान् पुरुषान् हा पुरुषान् यत् किमर्थं तत्र पुरुषाः वचनं किं बहुवचनं बहु इदानीं द्वितीया विभक्तिं स्वीकरणीयं किल. तर्हि एवं न वदनीयं, द्वितीया विभक्तिः स्वीकरणीया. तर्हि तत्र द्वितीया विभक्तिः का? पुरुषान् पुरुषान् वायुः पुरुषान् महिलान् महिलान् किमर्थं तत्र महिला एकवचने किम् अस्ति तत्र महिला महिला लिङ्गं किं तस्य शब्दस्य? स्त्रीलिङ्ग. स्त्रीलिङ्गे द्वितीयावचने रमाशब्दस्य बहुवचनं रूपं किं? रमाः महिलाः. तर्हि महिलाः. एकनिमिष एकनिमिष एकनिमिष क्षम्यता. क्षम्यतां क्षम्यतां. महिलाः अग्रे महिलाः वृक्षाणि वृक्षाणि किमर्थम् नैव नैव वृक्ष अकारान्त पुंलिङ्गः अस्ति. वृक्षान् वृक्षान् वनानि उत्तमं वनानि गुल्मः गुल्मः गुल्मः तत्र गुल्मा अस्ति गुल्मा अस्ति शब्दः. इट् इस् दिस् वाट् यु काल् फ्लावर्स् यु केन् से over there you can say flowers not pushpa gulma actually I think they are buds I need to check out thoroughly gulman gulmaah it is gulma striling yes striling amadu amadu so I had to say vayuh purushaah purushaan mahilaah vrikshaan vanani अग्रिमं करोतु. गोपालः कवयित्रयः कवित्र्यं कवयित्र्यं गृहिण्यं कवित्र्यं किमर्थं किमर्थम् अत्र कव कवयित्रयः अस्ति. नद्यः नद्यः इति शब्दस्य प्रातिपदिकं किम्? नदी. तर्हि कवयित्र्यः अस्य शब्दस्य प्रातिपदिकं किम्? नदी नद्यः कवयित्र्यः कवयित्री apart from the ya, the ya gets taken off and tri it becomes. Because see, nadyah, the ya is taken off, nadi. Whatever is there before the has to remain. Okay? Gopala kavitri. Kavayitri, kavayitri. Gopala kavayitri. एकनिमिष कवयित्री तु प्रातिपदिकमस्ति. अत्र द्वितीयाविभक्तिः आवश्यकी. द्वितीयाविभक्तिः का कवयित्री इति शब्दस्य? कवयित्रीः. एकनिमिष, क्षम्यताम्. गुल्म बुश् अस्ति, बुश् बुश् अपि च पुंलिङ्गे अस्ति, तर्हि गुल्मान् अस्तु. अहं तत्र दोषं कृतवती, क्षम्यताम्. कवयित्रीः गृहिण्यः. वदतु वदतु, प्रयत्नं करोतु. ईकारान्त ईकारान्त स्त्रीलिङ्गः. तर्हि प्रातिपदिकं किम्? गृहिणी. तर्हि नैव नैव, गृह किं किमर्थं? गृहिण्य गृहं नपुंसकलिङ्गे अस्ति. अत्र अत्र गृहिण्यः नद्यः वत्, तर्हि नद्यः बिकम्स् नदी. सो गृहिण्यः किं भवति? गृहिण्यः नैव, गृहिणी. गृहिणी, टेक् औट् द य एण्ड् सि, ऐ विल् स्विच् टु इङ्ग्लिश् फोर् देट् नौ. नद्यः अस्ति किल, नद्यः. नदी बिकेम् नद्यः. ओके, कवयित्री बिकेम् कवयित्र्यः. सो गृहिण्यः य टेक् औट् एण्ड् मेक् नी लाङ्ग् टु गेट् द प्रातिपदिकम्. सो गृहिणी. अत्र इदानीं विभक्तिः विभक्तिः का विभक्तिः आवश्यकी? का विभक्तिः द्वितीया विभक्तिः? गृहिणी इति शब्दस्य द्वितीया विभक्तिः का? गृहिणीः. कर्मकर्यः. कर्मकर्यः आकारान्त? नो नो नो नो. ओके, आकारान्त ओके. इफ् इट् इस् आकारान्तः पुंलिङ्ग् शब्दः, देन् वाट् इस् द बहुवचनं? नो नो नो, बहुवचनं, वाट् इस् द बहुवचनं आफ् कर्मकरः? इफ् इट् इस् अकारान्त, इफ् इट् इस् अकारान्त पुंलिङ्ग् शब्दः, देन् इट् हेस् टु एण्ड् वित् अ, करेक्ट्? इट् हेस् टु एण्ड् वित् अ. Right? Now, karma kara. If it is karma kara, then what is the bahuvachanam? Like Ramaha. It would have been karma karaha, karma karaha. But over here, see what is the ending? Karma karyaha. Karma karyaha. So which word does it match? You didn't get it. Okay, anybody? Anybody? Nadyaha. It matches Nadyaha. Karmakari. Uttamam. Mute madhya tishtatu danyavadaha. So, Kavita Bhagini, over there, what you have to do is you have to see the ending of Bhagini. Now, supposing it was Akaranta Pumlingaha. You get what I'm saying? Then, if it was akaranta pumlingaha, then the pratipadikam, that is the base word, would have been karmakara, correct? Yes, it would have been karma kara and then the bahuvachan would have been karma karaha but over here it is ending with ya so it matches to karma karyah matches to nadyah so you work backwards when you told all the forms rupani yada uktavati tada you went from forwards to back I mean from forwards to from top bottom top to bottom so you said ramah ramau ramah now you're going in the opposite direction which means you're seeing the form and you're deriving the pratipadikam to find out the lingam and then you're going to go to the dvitiya vibhakti you understood so karma karyah becomes karmakari so strilingi asti idani vibhakti hi ka avashyaki karma padasya krite vibhakti hi ka avashyaki द्वितीया विभक्तिः कर्मकरी इति पदस्य द्वितीया विभक्तिः का कर्मकरिः कर्मकरिः इदानीं पुनरेकवारं वदतु गोपालः कवयित्री कवयित्रीः गृहिणीः गृहिणीः कर्मकरिः च निमन्त्रयति निमन्त्रयति निमन्त्रयति इति किं क्रियापदं सो इन्वैट् इदानीम् अग्रिमं करोतु अहम् अङ्क्यः अङ्कन्यः सम्यक् पठतु अङ्कन्यः उत्तमम् इदानीम् अवगतं किल उत्तमं धन्यवादः विजयमहोदय विजयकुमार् महोदय अग्रिमं पठतु कोष्टकस्थानि रूपाणि पुल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं एकवचनं बहुवचनम् एकवचनं बहुवचनम् एकवचनं बहुवचनम् अकारान्त बालं बालान् पुस्तकं पुस्तकानि अकारान्त आकारान्तः तत्र पुंलिङ्गे नास्ति आकारान्त स्त्रीलिङ्ग् शब्दः आकारान्त स्त्रीलिङ्ग बालिकां बालिकाः ईकारान्त स्त्रीलिङ्ग लेखिनं लेखिनीः लेखनीः उत्तमम् इदानीं तत्र इदानीं एकनिमिषं महोदय तत्र किं पठतु इत्युक्ते तत्र रामः यत् जानाति तत् पठतु आदौ तत् पठतु फिफ्त् वन् अस्ति परन्तु तत्र रामः यत् जानाति तत् टिक् चिह्नेन तत् पठतु आदौ अनन्तरं कुर्मः तत्र तत् अधोभागे अस्ति दशमस्य बिन्दोः अनन्तरं वेदाः जानाति नैव महोदय तत्र रामः यत् जानाति तत् तत्र तत् पठतु प्रश्नम् आदौ पठतु देर् देर् इन् टिक् मार्क् वदतु सूचितम् इदानीम् अर्थं किं तस्य वाट् रामा नोस् देट् हेस् बीन् एक्सिबिटेड् और् हेस् बीन् इण्डिकेटेड् बै अ टिक् मार्क् What Rama does not know has been marked with a cross mark. तथैव वदतु. तच्च एतदाधारेण वाक्यानि लिखितः लिखत लिखत. उत्तमम्. सो इदानीं सो फस्ट् द फस्ट् कालम् वाट् रामा नोस् वाट् रामा डस् नाट् नो एण्ड् इन् द सेकेण्ड् कालम् वाट् रामा बैस् वाट् हेज् हि हेज् बाट् एण्ड् वाट् हि हेज् नाट् बाट्. ओके, नौ डु द एक्सर्सैज़्. उदाहरणम् रामः वेदान् जानाति. रामः वेदान् जानाति. तत्र शब्दः तु दत्तः अस्ति वेदाः, परन्तु अस्माकं कृते द्वितीया विभक्तिः आवश्यकं. किमर्थं? यतोहि रामः जानाति. रामः किं जानाति? रामः वेदान् जानाति. कान् जानाति? रामः वेदान् जानाति. इदानीम् अग्रिमं करोतु. रामः शब्दान् न जानाति. तत्र द्वितीयवाक्यं रामः मन्त्रान् जानाति. उत्तमम्. इदानीं वदतु मन्त्रान् किमर्थम्? द्वितीयाविभक्ति वचनं किं? द्विवचनं, बहुवचनं. क्षम्यताम्. अपि च तत्र प्रातिपदिकं किम्? प्रातिपदिकं, वाट् इस् द बेस् वर्ड्? मन्त्र. कीदृशं पदम्? अकारान्तः पुंलिङ्गः शब्दः. अस्तु, उत्तमम्. अग्रिमं करोतु. रामः शब्दान् न जानाति. उत्तमम्. रामः आपानां जानाति. सम्यक् वदतु. रामः आपानान्. नैव सम्यक् वदतु. आपानाम् आपणान् आपणान् ण मूर्धन्य जानाति. इदानीम् अर्थं वदतु तस्य वाक्यस्य. शाप् शाप् आपण आपणः शाप्. अग्रिमम्. रामः विज्ञानवार्ताः जानाति. न जानाति. इदानीं किमर्थं वार्ताः, विज्ञानवार्ताः? परन्तु किमर्थं वार्ताः? विभक्तिः का तत्र? विज्ञानवार्ताः इति शब्दस्य विभक्तिः का? द्वितीय बहुवचनम्. अवलिङ्गम्? वार्ता. आकारान्त स्त्रीलिङ्ग. उत्तमं, धन्यवादाः महोदय, धन्यवादाः. विशालाक्षि भगिनी अग्रिमं करोतु. रामः चर्चाः न जानाति. चर्चाः किमर्थम्? द्वितीया विभक्ति आफ् चर्चा. उत्तमम्. आकारान्त्यलिङ्गशब्द. रामः काव्यानि जानाति. So kavya becomes kavyani. It is dvitiya, it is dapunsaka lingam and it is bahuvachanam. Uttamam. Agrimam. Ramaha shastrani janati. Same, dvitiya vibhakti, napunsaka lip. No, no, that is shastra. So shastra is... Tatra. When you see shastrani, gamaniyam tada. You should know, understand that shastram. That's how you will keep on learning. Okay, shastrani is a napunsaka lingam only. Ah, yes. Yeah, sure. So the pratipadikam is shastra, garanta and shastram. Yeah, shastram. Yashtra, correct. Huh. Correct, correct. Then comes Ramaha shlokaha na janati. Kimartham shlokaha tatra shlokaha shlokaha asti. Pumlinge asti. Shlokaha is there. Shlokaha is the word which they have given. But yeah, little confusion will be there because trilinge api rama, malaha ramaha asti. Tattari tatra. Yeah. बहुवचने अस्ति भगिनि तर्हि द्वितीया विभक्तिः का अकारान्त पुंलिङ्ग शब्दस्य अकारान्त पुल्लिङ्ग शब्दस्य द्वितीया विभक्ति श्लोकान् रामः श्लोकान् हा न जानाति ओके ओके ओके सदाचारः सो सदाचारां रामः सदाचारान् न जानाति जानाति सोरि जारान् सदाचारान् सदाचारान् जानत् जानात् धन्यवादः विजयथंकी महोदय तत्र द्वितीयस्तम्भस्य करोतु रामः स्यूतान् आनीतवान् उत्तमम् रामः ग्रन्थान् आनीतवान् रामः सुधाखण्डान् न आनीतवान् कान् न आनीतवान् कान् न आनीतवान् सुधाखण्डान् सुधा खण्डान् खण्डान् अग्रिमम् रामः पुस्तकानि न आनीतवान् रामः वानपेटिकाः न आनीतवान् उत्तमं धन्यवादः धन्यवादः अस्तु जवाहर् महोदय अग्रिमं करोतु अस्तु रामः अङ्कन्याः रामः एकनिमिषम् सिक्स्टीन् षोडश रामः अङ्कनीः आनीतवान् उत्तमं रामः लेखनीः न आनीतवान् रामः घटीः आनीतवान् अग्रिमं रामः कर्तरीः न आनीतवान् रामः पत्रिकाः आनीतवान् उत्तमम् उत्तमं तत्र यानपेटिका इत्युक्ते किं यानपेटिका जवाहर् महोदय यानपेटिका यान मीन्स् वेहिकल् यानपेटिका इस् कम्पार्ट्मेण्ट् अन्यथा यानकोष्ठः भवनीयम् इति मन्ये भवनीयः अस्तु यानकोष्ठः इत्युक्ते कुड् बि कम्पार्ट्मेण्ट् ओके अस्तु धन्यवादः धन्यवादः कविता भगिनी षष्ठ पेज् नम्बर् 8 अभवत् किल तत्र सर्वाणि वाक्यानि कृतवन्तः कृतम् इदानीं षष्ठतमः 6th वा विजयसङ्ख्या महोदय 6th पायिण्ट् भगिनि रोमन् नम्बर् 6 अधः यानि वाक्यानि गोविन्दः क्रियां कृतवान् वा न वा इति द्वयं सूचयति परमपदस्य प्रथमाविभक्तिरूपम् अपि निर्दिष्टम् अस्ति एतदाधारेण द्वितीयाविभक्तियुक्तानि वाक्यानि लिखत् लिखत अर्थं वदतु भगिनि अर्थं वदतु किं करणीयम् आङ्ग्लभाषायां वदतु चिन्ता नास्ति किं करणीयमिति उत्तमं डिड् आर् नाट् कृतवान् निर्दिष्टम् अस्ति दट् मीन्स् वाट् इस् इण्डिकेटेड् वाट् इस् गिवेन् इन् द क्वश्चन् इस् द प्रथमाविभक्तिरूपं नौ एतद् आधारेण बेस्ड् आन् दिस् आन् द बेसिस् आफ् दिस् ओवर् द युक्तानि मीन्स् युक्तानि मीन्स् जायिण्ट् वित् एक्चुलि युक्त दट् मीन्स् वित् द द्वितीयाविभक्ति यु फार्म् द सेण्टेन्स् वा द्वितीयाविभक्ति कर्मपदमस्ति तदर्थम् इदानीं प्रथमं करोतु उदाहरणं गोविन्दः प्राध्यापकाः दृष्टवान् गोविन्दः प्राध्यापकान् न दृष्टवान् अकारान्त भगिनी इट् इस् वेरि इम्पार्टेण्ट् टु से अकारान्त वेन् ऐ से अ एण्ड् आ इफ् ऐ टेल् यु टु रैट् ओके विल् यु बि एबल् टु रैट् अ आ हा अ आ सो द डिफ्रेन्स् शुड् बि हर्ड् अग्रिमं करोतु गोविन्दः पण्डिताः दृष्टवान् गोविन्दः पण्डितान् दृष्टवान् उत्तमम् अर्थं वदतु गोविन्द सौद पण्डित् दृष्टवान् वन् पण्डित् मेनि पण्डित् उत्तमं तदा दृष्टवान् कीदृशं पदम् नैव दृष्टवान् कीदृशं पदं कर्तापदं नैव नैव विस्मृतवती भवती विशालाक्षी भगिनी वद नैव नैव नैव दृष्टवान् दृष्टवान् कृतवान् कृतवान् पठितवान् अस्ति कृदन्तः अस्ति तत्र तव तु इट्स् वेरि इम्पार्टेण्ट् टु अण्डर्स्टाण्ड् देट् सो दृष्टवान् इस् एक्चुलि तव तु गोविन्दः ग्रन्थाः न श्रूयते भगिनि न श्रूयते हरि ओम् हा इदानीं श्रूयते इदानीं श्रूयते गोविन्दः पण्डितान् दृष्टवान् हा अग्रिम गोविन्दः ग्रन्थान् परीक्षितवान् न गोविन्दः ग्रन्थान् न परीक्षितवान् हा परिशीलितवान् परिशीलितवान् कीदृशं पदम् हा तवतु तवतु अग्रिमं करोतु अग्रिमं करोतु गोविन्दः क्रीतवान् नैव नैव भगिनि इदानीं केशसूच्यः अस्ति तर्हि प्रातिपदिकं किम् हा केशसूची केशसूची तर्हि इदानीं तर्हि द्वितीयाविभक्तिः का केशसूचीः वदतु वदतु गोविन्दः केशसूचीः कृतवान् अर्थं वदतु बाय् बाय् बाय् बाय् नीरि actually he bought one needle or many needles उपन्यासः इस् पुंलिङ्गे पुंलिङ्गे देट् वी हेव् टु या वी हेव् टु लर्न् देट् ओवर् टैम् उपन्यासः अस्ति उपन्यासः उपन्यासान् रामान् सो देट्स् वै उपन्यासान् न कृतवान् गोविन्दः गोष्ठ्यः न गतवान् सो गोविन्दः No, you Chintanagosha is this conference kind of thing, no? Think tank like that. Go, they say, no? Seminar like that. Chintanagoshayam. Kim artham bhagini? Goshthihi, uttamam. Dhanyavada bhagini. So, he did not go to the conference to the seminar whether suchi is needle but kesha suchi is what you don't put a needle into your hair right so pin you can say pin suchi by itself is needle but kesha suchi I should have clarified that astu dhanyavadah bhagini tari what you have to do you have to look at the root form and you have to work backwards okay that's how we will learn विजय कुमार महोदय अग्रिमं करोतु गोविन्दः बालिकाः ताडितवान् गोविन्दः बालिकाः ताडितवान् उत्तमम् इदानीं वदतु प्रातिपदिकं किम्? बालिकाः. बालिकाः इति शब्दस्य प्रातिपदिकं किम्? बालः. नैव, बालिका. बालिका दट् इस् वै द्वितीया विभक्तिः तदर्थमेव उक्तवान् किल, बालिकाः इति. गोविन्दः बालिकाः ताडितवान्. सो अर्थं किं? ताडितवान् मीन्स् हि बीट्. He beat the girl. अग्रिमं करोतु. प्रश्नः अस्ति किल? आकारान्त. नो नो, आकारान्त, आकारान्त. वै? बिकास् इट् वास् ईकारान्त, इट् वुड् हेव् इट् वुड् हेव् एण्डेड् वित् यः, बहुवचनं. अग्रिमं करोतु. गोविन्दः बहुविधकथा, बहुविधः विधकथाः, बहुविधकथाः श्रुतवान्. बहुविधकथाः किमर्थम्? आकारान्तस्त्रीलिङ्ग. आकारान्तस्त्रीलिङ्ग, उत्तमम्. अर्थं वदतु. अर्थं बहुविधकथाः. He listened to different types of stories. Bahuvidha kathaha. Bahuvidha kathaha. Vidha comes from vidha over there. Because it is a samasana, it becomes vidha. So that we have not reached there. So bahuvidha kathaha. Many types of stories. Uttamam, agrimam karotu. Govinda hai kadambarya patitvan. Kadambarya ha. गोविन्दः कादम्बरीं पठितवान्. गोविन्दः कादम्बरीं पठितवान्. पठितवान्, उत्तमम्, उत्तमम्. अग्रिमं. न पठितवान्. न पठितवान्, चिन्ता नास्ति, चिन्ता नास्ति. तस्य कृते अहं न चिन्तनं करोमि. आह यः, ह्यः, ह्यः, ह्यः पत्रिका पठितवान्. गोविन्दः पत्रिकाः पठितवान्. ह्यः, वट् इस् ह्यः? ह्यः नैव, नैव, यस्टर्डे. यस्टर्डे श्वः. श्वः इस् टुमारो, अद्य इस् टुडे, एण्ड् ह्यः इस् यस्टर्डे. गोविन्दः read the newspaper. Agrimam karutu. Govindah bhagavah satkritavan. Satkritavan. Bhandavan. Bhandavan. Uttamam. Bhandavan satkritavan. Artham vadatu. Vakya sya. Satkritavan. Bhandavan is friendship. Friends and relatives, Bandhavan is friends and relatives, he welcomed them. Uttamam mahode. Dhanyavadaha, dhanyavadaha. Vishakshi bhagini. Saptamaha. Adhaha ekam sambhashanam asti. Artham vadatu. Sambhashanam. There is this thing, one, when you talk, what you call it? Dialogue. Sambhashanam. डैलाग् सम्भाषणं सम्भाषणं पठत. रीड् द डैलाग्. आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत. वाट् मीन्स् विद्यमानानां? सो आवरणे इस् इन् द ब्राकेट्. Both existing, of bracket, those yeah. existing words, Vidyamananam is of the existing words, existing. Shabdana, words, word. Vidyamananam, Shabdanam, Uchit, Shabdanam, right, right, correct, the, right, the correct form of that word, okay. Where? In the Rikta Stali, fill in the blanks. in the blanks. Correct, correct. Gita, Hyah Bhavati, किमर्थं विद्यालयः न अगतवती. इट् शुड् हव् बीन् आगतवती. आगतवती, आगतवती, या आगतवती. यस्, वै डिड् यु नाट् कम् यस्टर्डे टु द स्कूल्? उत्तरं वदतु. विद्यालय, विद्यालयं, विद्यालयं पुनः एकवारं वदतु. ह्यः भवती किमर्थं विद्यालयं न आगतवती? ह्यः अहं ग्रामं गतवती आसम्. उत्तमम्. What is the meaning of that? अर्थं वदतु. Yesterday I had gone to the village. अग्रिमम्. गीता, ग्रामः किमर्थं गतवती भवती? Why did you go to the village? उत्तरं वदतु तत्र सम्यक्. ग्रामं किमर्थं गतवती भवती? प्रतिवर्षं मम पितामहः देवीपूजा करोति, अतः अहं ग्रामं गतवती. प्रतिवर्षं मम पितामहः देवीपूजां करोति, अतः अहं ग्रामं गतवती. Every year my father does the devi puja. Grandfather does the devi puja. So I went to the village. So atah is there. Dhanyavadah bhagini uttam. Vijay Thanki mahoday. Vijay Thanki mahoday. Aam bhagini. ग्रामे भवती किं किं कृतवती? माला. What did you do at village? माला. अहं ग्रामे लीला लता च दृष्टवती. अहं ग्रामे दृष्टवती. दृष्टवती न वदनीयं, दृष्टवती इति वदनीयं. युवर् टङ्ग् शुड् बि बिट्वीन् युर् माउत्. दृष्टवती, दृष्टवती. अहं ऐ सो लीला एण्ड् लता एट् मै विलेज्. न, परन्तु उत्तरं वदतु. तत्र विभक्तिः, विभक्तेः परिवर्तनं करोतु. ओके, अहं ग्रामे लीलां लतां च दृष्टवती. उत्तमम्. अहमपि पूजां कृतवती पितामहेन सह. सम्भाषणं कृतवती. सम्भाषणं कृतवती. उत्तमम्. बीजपूरवृक्षः. बीजपूरवृक्षः, बीजपूरवृक्षः इत्युक्ते किं? ग्वाव ट्री. ग्वाव, बीजपूर फलम् अस्ति. ग्वाव, ग्वाव. बीजपूरवृक्षम् आरुह्य फलं खादितवती. फलं किमर्थम्? एकं फलं खादितवती किं सा? मेबि. नैव, फलानि, फलानि इत्यादि भक्तिः सा. फलानि इट् सेम्. सो नाट् फलम् इत्युक्ते आरुह्य फलानि खादितवती. बीजपूरवृक्षम् आरुह्य फलानि खादितवती. तत्र अस्तु. आरुहिका इत्युक्ते किम्? ऐ क्लैम्ड् आरुह्य, आफ्टर् क्लैम्बिङ्ग्. आरुहिका मीन्स् आफ्टर् क्लैम्बिङ्ग्. आफ्टर् क्लैम्बिङ्ग्. अस्तु, ह्यः अध्यापकः किं पाठं पठितवान् पाठितवान् किं पाठं पाठितवान् उत्तमम् अत्र किं न वदनीयं किं न वदनीयं यतोहि पाठः पुंलिङ्गे अस्ति पुंलिङ्गे कः कौ काः कं कौ तान् तर्हि कं वदनीयं कं पाठं पाठितवान् यः अध्यापकः कं पाठं पठितवान् पाठितवान् गीता यः अध्यापकः पाठं न पाठितवान् अपि तु श्लोकान् पाठितवान् उत्तमम् अग्रिमं माला तृतीयपाठस्य विषये सः प्रश्नान् पृष्टवान् वा उत्तमं धन्यवादः सर्वैः अर्थः ज्ञातः इति मन्ये प्रश्नाः सन्ति किं प्रश्नाः सन्ति किं न इति मन्ये अस्तु तर्हि जवाहर् महोदय अग्रिमं करोतु अस्तु भगिनि गीता आम् सः प्रश्नान् पृष्टवान् वयम् उत्तराणि उक्तवन्तः अर्थं वदतु महोदय शी सेड् गीता सेस् यस् हि आस्क्ड् क्वश्चन्स् अण्ड् वि आल् रिप्लैड् ओके पृष्टवान् कीदृशं पदं पृष्टवान् तव तु उत्तमवतु अग्रिमं Then Mala answers, Yaha, Gayatri... Yaha is correct. Yaha. Okay. Gayatri Kim Kakshayam Agatavati. Kakshayam. Yeah, yesterday Gayatri, in which class she came? गीता से आम सा नूतनम चौलम चौलम इज ब्लाउज ओके चौलम विनोदम निचोलम आउट ऑफ गारमेंट्स व्हाट विचोलं च श्रुत्वा धृत्वा आगतवती धृत्वामि वेरिङ्ग् यस् शिवोर् न्यू चोलं विचोलं Wearing that, she came, correct? Yeah, after wearing that, she came. Ritva, Kidrisham Padam, Ritva. Ritva is again, Tvatu? No. Tva. Ritva, okay. Tva. Tva. Tva, okay. Saha, Satsyaha, Janma Dinam. That is, yesterday was her birthday. अतः सा सर्वेभ्यः चाक्कलेहाः दत्तवती यस्य सर् बर्त्डे सो शी गेव् एवरिबडि चाक्लेट्स् हा उत्तरं किं तत्र चाकलेहः इस् पुंलिङ्गे पुंलिङ्गे अस्ति तर्हि वदतु विद्याविभक्तिः चाकलेहः एकवचनं पुल्लिङ्गम् सो चाकलेहा चाकलेहां दत्तवती शि गेव् चाकलेट्स् टु एव्रिबडि सा अध्यापकान् उत्तमम् अध्यापकान् नमस्कृतवती शि प्रोस्ट्रेटेड् बिफोर् द टीचर् शि डिड् नमस्कार टीचर्स् अध्यापकान् इन्क्लूड्स् बोत् मेल् एण्ड् फीमेल् ओके सो वेन् मेल् एण्ड् फीमेल् आर् टुगेदर् देन् यु आल्वेस् यूस् द मेल् अध्यापकाः आशीर्वादं कृतवन्तः आल् द टीचर्स् ब्लेस्ड् हर् वयम् अभिनन्दनवचनानि उक्तवन्तः दि आल् दट् इस् कन्वेड् अवर् विशस् अस्तु तत्र सपोस् इट् इस् ओन्लि वन् विश् एकवचने वदतु अभिनन्दनानि अभिनन्दनम् अभिनन्दने अभिनन्दनानि अभिनन्दनम् अभिनन्दनवचनम् अभिनन्दनवचनम् अभिनन्दनवचनानि अभिनन्दनवचने अभिनन्दनवचनम् सो वयम् अहम् अभिनन्दवचनम् उक्तवान् धन्यवादः धन्यवादः कविता भगिनि परितः तर्हि अत्र सूचनमस्ति क्षम्यतां सूचना अस्ति परितः इति एतस्य शब्दस्य योगे द्वितीया भवति दिस् इस् द रूल् विच् मीन्स् परितः मीन्स् सराौण्डिङ्ग् ओके सराौण्डिङ्ग् परितः एण्ड् वित् देट् यु आल्वेस् यूस् द्वितीया वचनं वि हेव् डन् दिस् इन् द अभ्यासपुस्तकं दिस् इस् रिविशन् उदाहरणं मम गृहं परितः उद्यानम् अस्ति हिन्दीभाषायां घर् मे सभी ओर् घर् के सभी ओर् इति षष्ठी भवति संस्कृते तु द्वितीया एवम् इति सर्वदा स्मरत सो वाट् ही इस् टेलिङ्ग् इस् रिमेम्बर् स्मरत रिमेम्बर् दट् इन् हिन्दी घर् के सभी ओर् दट् मीन्स् यु आर् यूसिङ्ग् षष्ठी विभक्ति घर् का सदस्य घर् के सदस्य ओन्ली ओवर् देर् सो ओवर् हियर् यु हेव् टु यूस् द्वितीया विभक्तिः ओवर् देर् इट् इस् षष्ठी here you have to use dvitiya vibhakti patatu abhyasah chatusme vichitanam shabdanam adharena vakyani vichit likata likata lik to chaturastre over there box suchitanam indicated of the word of the indicated word based on that vakyani likhata tari idani karatu devalaya paritah prakarah asti ha tari idani paritah asti tari surrounding what tari uttaram vadatu devalaya paritah prakarah asti naiva इदानीं द्वितीया विभक्तिः कुत्र अस्ति तत्र गृहं परितः उद्यानम् अस्ति अत्र देवालयं परितः प्राकारः अस्ति शालां परितः क्रीडाङ्गणम् अस्ति शर्करां परितः कीटिकाः अस्ति शर्करा तत्र शर्करा अस्ति तर्हि लिङ्गं किं स्त्रीलिङ्गं स्त्रीलिङ्गं, तर्हि द्वितीयाविभक्तिः किं? शर्कराः, शर्कराम्, शर्कराम् एव. एकः एव आक्चुलि देशुडपुट् शर्कराः देन् इट् हुड् हव् बीन् करेक्ट्. शर्करां परितः पिपीलिकाः सन्ति, सन्ति इति वदनीयम्. चन्द्रः परितः मेघा, चन्द्रां परितः मेघाः अस्ति. पुनरेकवारं वदतु भगिनि. चन्द्रः परितः मेघाम् अस्ति. नैव, ओवर् हियर् अराउण्ड् विच् देट् वर्ड् हेस् टु बि इन् द्वितीया. चन्द्रां किमर्थं? न, चन्द्रः, चन्द्रः पुंलिङ्गे अस्ति किल, रामः वत्. सो चन्द्रान् एकः अस्ति, एकवचने अस्ति, तर्हि एकवचने द्वितीया विभक्तिः का? वदतु इदानीं पुनरेकवारं वदतु. चन्द्रः परितः मेघाः अस्ति. नैव नैव, द्वितीया विभक्तिः कुत्र अस्ति? चन्द्रां, चन्द्रां. नैव भगिनि, एकः एकवचने अस्ति किल, एकवचने अस्ति, तर्हि रामः इति शब्दस्य, राम इति शब्दस्य द्वितीया विभक्तं, विभक्तिः एकवचनं किं? रामः द्वितीया विभक्तिः. द्वितीया, द्वितीया रामं. हा रामं, तर्हि चन्द्रः? चन्द्रं. हा चन्द्रं परितः मेघाः सन्ति, सन्ति. किमर्थं मेघाः बहुवचने अस्ति, तर्हि सन्ति. वेदिका परि, वेदिका परितः प्रेषिकाः. वेदि, वेदि, वेदि, वेदिका, हा वेदिकाः, वेदि, वेदि. एकवचने अस्ति भगिनि, एकवचने अस्ति. वेदिकां, हा वेदिकां, वेदिकां परितः प्रेषकाः सन्ति, सन्ति. अर्थं वदतु. वेदिका इस् प्लाट्फार्म् और् स्टेज्. प्रेक्षकाः इस् दोस् हू वाच्, सो आडियन्स्. आडियन्स् वेदिका आल् अराउण्ड् आडियन्स् उत्तमम्. सख्या, तत् तत् त्यजतु, लीव् देट् बिकास् प्रोनौन्स् वी हेव् नाट् डन्, सो लीव् देट् ऐ लूट् द नेक्स्ट् टैम्. अध्यापकाः परितः बालकाः, अध्यापकाः नैव पुंलिङ्गे, पुंलिङ्गे. अध्यापक, अध्यापकम्, अध्यापकं परितः बालकाः सन्ति. अध्यापकम् एकवचने अस्ति, अध्यापकाः बहुवचने अस्ति, तर्हि बहुवचनं द्वितीया विभक्तिः का? बहुवचनं रामान्, अध्यापकान्. हा अध्यापकान् परितः बालकाः सन्ति. हा अर्थं वदतु. उत्तमं, धन्यवादः भगिनि. अवगतं किल इदानीं कथं करणीयम् इति? उत्तमं, विजय कुमार महोदय अग्रिमं करोतु. नो प्रोब्लम्, यु विल् कम्, डोण्ट् वरि, जस्ट् कीप् आन् डूयिङ्ग् इट्, दट्स् आल्. अध्यापिकाः अष्टमतमम्. अध्यापिकाः परति बालिकाः, परितः बालिकाः, अध्यापिकाः परति बालिकाः, परितः, परितः, परति नास्ति, परितः बालिकाः अस्ति, सन्ति बालिकाः सन्ति. तत्र अध्यापिका अध्यापिका कीदृशं पदं तत्र लिङ्गं किम् अध्यापिका स्त्रीलिङ्ग अध्यापकः इस् पुंलिङ्ग एण्ड् अध्यापिका इस् स्त्रीलिङ्गे आकारान्त स्त्रीलिङ्गशब्दः अस्ति इदानीम् उत्तरं वदतु अध्यापिका स्टूडेण्ट् आर् सरौण्डेड् नो टीचर्स् आर् सरौण्डेड् बै द स्टूडेण्ट्स् फिमेल् टीचर्स् अध्यापिकाः परितः बालिकाः द वन् हू इस् सरौण्डेड् बै एनिथिङ्ग् शुड् बी इन् द द्वितीया विभक्तिः ओके टीचर्स् आर् सरौण्डेड् बै स्टूडेण्ट्स् अध्यापिकाः अग्रिमं करोतु दीपाः परितः दीपाः सन्ति उत्तरं वदतु तत्र दीपान् इत्युक्तं दीपः दीपान् सन्ति कीटान् कीटाः सन्ति किमर्थं बिकास् कीटाः सन्ति इन्सेक्ट्स् आर् देर् अराउण्ड् वाट् अराउण्ड् द दीपा सो दीपान् परितः कीटाः सन्ति उत्तमम् अग्रिमं करोतु पुष्पाणि परितः भ्रमराः सन्ति भ्रमराः पुष्पाणि परितः भ्रमराः सन्ति उत्तमम् अर्थं वदतु फ्लवर्स् सरौण्डेड् बै बट् भ्रमरा इस् बटर्फ्लै यु केन् से बटर्फ्लै नाट् बीस् बटर्फ्लै फ्लवर्स् आर् सरौण्डेड् बै बटर्फ्लै यस् अस्तु पुनः अग्रिमं करोतु देवालयं परितः प्राकारः तदेव तदेव तदेव तदेव तदेव इदानीं द्वितीयम् ओके ओके अधस्तनचित्रस्य आधारेण किं परितः किम् अस्ति इति लिखतः किं लिखति लिखत कमलं भ्रमरा त्रिकोणा त्रिकोणाकृतिः वर्तुलाकृतिः चतुरस्रं बिन्दुचतुस्रं चतुरस्रं चतुरस्रं चतुरस्रं बिन्दुचतुरस्रम् अष्टकोण अष्टकोणकृतं कोणाकृतिः अष्टकोणाकृतिः ऑक्टगन् अष्टकोणाकृतिः वक्रलेखा crooked line okay so kamalam is lotus bhramaraha is those butterflies or bees you can call them trikona akritihi is triangle vartula akritihi is circle chaturasram is square bindu chaturasram is dots four sided dots ashtakona akritihi is octagon and vakra rekha is crooked line इदानीं प्रथमं करोतु कमलः परितः सम्यक् पठतु कमलं परितः भ्रमराः सन्ति कमलं परितः भ्रमराः सन्ति दट् मीन्स् द लोटस् इस् सराउण्डेड् बै द बीस् or butterflies. Idani. Next. Brahmaram, Brahmaraha, Brahmaraha, Paritha, त्रिकोणाकृति सन्ति अस्ति कृतिः वन् ओन्लि इदानीं सो आङ्ग्लभाषायां वदतु बटर्फ्लै सरौण्डेड् ट्रयाङ्गल् ओके सो नौ विच् शुड् बि द्वितीया विभक्तिः बटर्फ्लै हा सो वाट् इस् द द्वितीया विभक्तिः वदतु इदानीं भ्रमराम् आहा भ्रमराम म कि किमर्थम् पुंलिङ्गे अस्ति भ्रमरान् परितः त्रिकोणाकृतिः अस्ति धन्यवादः महोदय धन्यवादः इदानीं विशालाक्षी भगिनी अग्रिमं करोतु विशालाक्षी भगिनी अस्ति किल या या या या यस् यस् trikona now you have to use the next one no yeah trikona kritihi tihi what is it vartula kritihi asti paritah vadaniya idam now ha परितः या परितः त्रिकोणा इति त्रिकोणाकृति नो देट् इस् कृतिः ओके कृतिम् इट् बिकम्स् त्रिकोणाकृतिं कृतिं कृतिम् इति वदनीयं करेक्ट् नौ कृतिं स्माल् इकारान् बट् द्वितीया विभक्ति बिकम् त्रिकोणाकृतिं परितः वर्तुलाकृतिः अस्ति अग्रिमं वर्तुलाकृतिः परितः वन् सेकेण्ड् चतुरस्रम् अस्ति चतुरस्रं त नास्ति भगिनि त नास्ति ओन्लि स एण्ड् रे सो चतुरस्रम् ओके चतुरस्रम् ओके वर्तुला कृतिं परितः चतुरस्रम् अस्ति उत्तमं धन्यवादः भगिनि धन्यवादः धन्यवादः धन्यवादः एकं करोतु एकं करोतु सोरि चतुरस्रं परितः चतुरस्रं परितः बिन्दुचतुरस्रम् अस्ति उत्तमं धन्यवादः विजयसङ्खीमहोदय धन्यवादः विजयसङ्खीमहोदय अग्रिमं करोतु अष्टकोणाकृतिं परितः वक्ररेखा अस्ति तत्र आदौ षष्टमं बिन्दुचतुस्रम् बिन्दुचतुस्रं बिन्दुचतुरस्रं परितः अष्टकोणाकृतिः रीसन् क्वश्चन् मेडम् एक्चुअली मैडम ये जो सारे ऊपर के जो है ना लिखे हुए वो सारे आने चाहिए मेरे हिसाब से कमलम च भ्रमराम च फिर परित आना चाहिए इदानीं तत्र किम् इत्युक्ते भवान् उक्तवान् तत् सत्यं परन्तु अत्र अभ्यासस्य कृते न आवश्यकं भवतः यत् उक्तं तत् सम्यक् एव, परन्तु तथा नैव. अस्माकं कृते तु किं पाठस्य कृते एकमेकमेव स्वीकरणीयम्. अस्तु, अग्रिमं वदतु, अग्रिमं वदतु. अग्रिमं करोतु. रोमन् लेटर्, रोमन् लेटर् 9-1 नैव, वक्र अस्ति न, अष्टकोणाकृतिं परितः वक्ररेखा, वक्ररेखायाः परितः किम् अस्ति? वक्ररेखायाः परितः तो वक्ररेखां परितः किमपि नास्ति. ओके, वक्ररेखां परितः किमपि नास्ति. वायुः अस्ति, वायुः. अस्तु, धन्यवादः महोदय, धन्यवादः. आकाशः अंशु अस्ति, आकाशः अपि अस्ति. धन्यवादः, धन्यवादः अनेके. तर्हि अवगतम् अवगतमिति मन्ये, अम्यूट् करोतु महोदय. अवगतमिति मन्ये. प्रश्नाः सन्ति किम्? प्रश्नाः सन्ति किम्? हा, इदानीम् अहं किं वदामि इत्युक्ते, अभ्यासं कुर्वन्तु, अपि च अत्र स्थापयामः. अनेके धन्यवादाः, पुनर्मिलामः. समयः तु अतीतः. वदतु भगिनी, भवती एव वदतु शान्तिमन्त्रं. सर्वे धन्यवादाः. धन्यवादः, नमस्कारः. धन्यवादः भगिनी.